इदानीम् अस्माकं चतुर्थधातुपाठे हल्सन्धि चतुर्थकरपत्रे अन्तिमभागः इति अवशिष्टः अस्ति. तदनन्तरम् अभ्यासः करणीयः हल्सन्धेः. अस्तु, तर्हि करपत्रम् उद्घाटयन्तु सर्वे. अस्तु, तर्हि इदानीं हकार अस्ति चेत् कायं कथं भवति इति अस्माकं प्रश्नः, खलु? नाम अन्ते हकार अस्ति, तदनन्तरं धकारः अस्ति चेत् कार्यं कथं भवति इति अस्माकं प्रश्नः अस्ति इदानीं. तर्हि हा, मीना महोदय आरभतु. कुत्र महोदय? सामान्यनियमः सामान्यनियमः सामान्यनियमः सप्तमः. न न, हकारान्तधातुः प्रत्ययधकारादि सामान्यनियमः. एच् एच् धातुः हकारान्तः प्रत्ययः धकारादिः सामान्यनियमः. धकारादिप्रत्यये परे धात्वन्तस्य हकारस्य स्थाने धकारादेशो भवति होडः इत्यनेन सूत्रेण. प्रत्यय आदौ स्थितस्य धकारस्य स्थाने धकारः आदेशः भवति. प्रथमं धकारस्य प्रत्यये परे धात्वन्तस्य हकारे धातुस्य हकारे परे प्रत्यय धातु धकारादिप्रत्यये परे धातुन्तस्य हकारस्थाने आदेश धकारः भवति होडः. प्रत्ययादौ स्थितस्य धकारस्य स्थाने डः आदेशः आदेशो भवति. किं परे प्रत्य आदौ स्थितस्य प्रत्यय आदौ स्थितस्य धकारस्य स्थाने धकारः आदेशो भवति. शृणोतु खलु, धकारः अस्ति तस्य स्थाने धकारः अस्ति भवति. इदानीं धकार धकारयोः स्पर्शात् धकारस्य ढकारः भवति खलु. चुनाष्टुः प्रथममस्ति धकारादिप्रत्यये परे धकारस्य स्थाने चतुर्थ धकारस्य स्थाने चतुर्थ धकारः आगच्छति होडः इति सूत्रेण. आदौ स्थितस्य धकारस्य स्थाने एतत् प्रत्यये परे इदानीं प्रत्यये अतः दकारस्य स्थाने डकारः भवति. पूर्वतनस्य लोपो भवति डोडे लोपः इति सूत्रेण. ड्रलोपो डलोप डलोपनिमित्तस्य पूर्वस्य अणः दीर्घः भवति ड्रलोपे पूर्वस्य दीर्घो अणः इति सूत्रेण. यथा लिह् योगः दि होडः लि इत्यनेन झलि परे हकारस्य स्थाने डकारः आदेशः लिड् लिह् लिड् भवति लिड् योगः धि. श्रुणाष्टुः इत्यनेन अष्टुत्वं लिड् लिड् धि. डोडे लोपः इत्यनेन लि योगः धि. द्रलोपे पूर्वस्य दीर्घ अध्ययनेन ऋड् इत्यस्य लोपान्तरं पूर्वस्थितस्य अणः दीर्घादेशः लीडि लीडि. लिह् द्वे होडः लिड् योगः द्वे अष्टुनाष्टुः लिड् द्वे डोडे लोप होडः लिड् द्वे होडः लिड् द्वे द्वे भवति लिड् द्वे भवति. तदनन्तरं श्रुणाष्टुः लिड् द्वे भवति. तदनन्तरं डोडे लोभः लि द्वे भवति. द्रलोपे पूर्वस्य दीर्घो अणः लि द्वे जोगुः योगः दि जोगुः जोगुः योगः दि होडः इति सूत्रेण जो गुड् योगः दि शृणास्तुः जो गुड् योगः धि तदनन्तरं डोडे लोपः जोगु योगः धि द्रलोपे पूर्वस्य दीर्घो अणः जोगू योगः धि जोगूडि एवं स यदा यदा धकारः प्रत्यय धकारप्रत्ययपरे हकारादिधातुः होडः भवति तदनन्तरं हकारान्त धातु धातु अन्त तदनन्तरं स्टुनास्तुः डकारस्य स्टुनास्तुः डकारः लोपो भवति डोडे लोपः इति सूत्रेण लेड् डोडे लोपः कुत्र भवति लेड् लेड् द्वे लेड् द्वे डोडे लोपः ले ले लि लि लि लि द्वे डकारः लोपः डोडे लोपः ड्रलोपे पूर्वस्य दीर्घ अणः अण् अस्ति चेत् दीर्घ दीर्घ भवति लीड् लीड् लीड् द्वे भवति तस् समानमेव जोगु अपि होडः स्टुनास्तुः डोडे लोप ड्रलोपस्य द्रलोपे पूर्वस्य दीर्घो अणः चत्वारः सूत्र चत्वारि सूत्राणि किल सूत्रे भ्रमः अस्ति वा कस्यापि तत्र भ्रमः तत्र भ्रमः नास्ति अस्तु अन्य सर्वे मधुरमहोदय विजयमहोदय नास्ति महोदय क्लेशः नास्ति अस्तु अस्तु तर्हि इदानीं सामान्यनियमः अस्ति होडः इत्यनेन हकारस्य ढत्वं तदनन्तरं पूर्व पश्चात् यः ढकारः अस्ति तस्य ढकारः स्तुनाष्टुः ढोढे लोपः इत्यनेन पूर्वढकारस्य लोपः लोपनिमित्तं ढकारः अस्ति चेत् तस् लोप लुप्तढकारात् प्राक् यः अण्वर्णः अस्ति तस्य दीर्घम् अस्तु अग्रे इदानीं सामान्यनियमः समाप्तं विशेषनियमः कः इति अग्रे पश्यामः अस्तु मदर् महोदय दकार इति आमां दकारादि हकारान्तधातुतः दकारादिप्रत्ययस्य योजनविधिः दकारादिप्रत्ययपरे दकारादि हकारान्तधातोः धात्वान्तस्य हकारस्य स्थाने घकारादेशो भवति दादे दोदः गो दोगः इत्यनेन सूत्रेण धात्वान्ते घकारस्थाने तृतीयादेशो भवति जलं जश् जशि इति सूत्रेण जश्व सन्ति दुः योगः दि दादे धातोर्गः इत्यनेन हकारस्य स्थाने घकारादेशो भवति दुग् योगः दि तदनन्तरं जलां जश् जशि इत्यनेन घकारस्थाने तृतीयघकार आदेशः भवति तुग् योगः दि दुक्ति दका यदि दकारान्तधातुः अस्ति चेत् दकारादिधातु हकारान्तधातुः अस्ति चेत् दादे धातोर्गः इति सूत्रं कार्यं करोति प्रथमं तदनन्तरं जलां जश् जशि इति सूत्रेण चष्ट भवति एवमेव दादेर् धातोः दादे गः अत्र धातुः इति कीदृशधातु महोदय? दकार आदि धातु हकारान्त आदि आर हक ओ दकार आदि धातु ओके दकारादेः धातोः धातोः गः नाम धातोः प्रथमवर्णः दकारः अन्तिमवर्णः हकारः हकारः सूत्रं पठनीयं वा दादे धातु न न तर्हि दकारादयधातुः अस्ति अतः हकारस्य स्थाने धत्वं न भवति परन्तु घत्वं भवति तदनन्तरं झलां झषि इति कार्यं करोति श्रेया आगच्छन्ति अस्तु विजय महोदय अग्रे पठतु तृतीयं तृतीयबिन्दुः दकारादि हकारान्तधातुः द्वे प्रत्ययपरे द्वे प्रत्ययपरे दकारादि हकारान्तधातोः धातु अन्तस्य धात्वान्तस्य हकारस्य स्थाने गकारः भवति दादेर् धातो गः इत्यनेन इति अनेन सूत्रेण अधुना एकाच् वशादि जशन्तधातुः जातः त्रि फोर् इति अतः एकाचो बशो बश् जशन्तस्य भोः इत्यनेन त्रि फोर् इति स्थाने फोर् फोर् आगच्छति आदौ तृतीयसदस्यस्थाने चतुर्थसदस्य आदेशः भवति इति द्वा धात्वन्ते ग चतुर्थवर्णस्य स्थाने तृतीय आदेशः भवति जलां जश् जशि इति सूत्रेण तत्र जश्वसन्धिः इति अग्रे पठामि वा पठतु तर्हि एकाचो बशोबश् महोदय विजय महोदय एकाचो एकाचो बशोबश् सूत्रं किं वदति एकाचो बश् बशो इति सूत्रं किम् अस्ति चेत् अत्र तृतीयवर्णस्य स्थाने चतुर्थवर्णः आगच्छति इति कदा जशन्तस्य स्तोः स्तोः इति नाम किम् नाम प्रथमं तु वदतु धातुः कीदृशः भवेत् निमित्तं किं सर्वं वदतु तत्र धातुः तु धातोः एकाच् बशादिधातुः एकाच् बश् जशन्तः अवयवः अस्ति चेत् अत्र बश् वर्णः यत्र अस्ति तत् पदान्ते सकारः अनन्तरं द्व इति शब्दे वश् भवति पदान्ते किं सकारः वशो बश् इति अस्ति खलु जि तत्र बश् स्थाने बश् तृतीयवर्णस्य स्थाने एकाच् जशन्तः अस्ति चेत् अपि च अत्र बश् बश् वर्णस्य स्थाने अपि च अग्रे किम् अग्रे न झषन्तात् अनन्तरं किं भवेत् नाम परनिमित्तं किमस्ति स्तोः स्तोः इत्युक्ते किं सकारः सकारः अनन्तरं द्व इति मध्यमपुरुषबहुवचनं तर्हि नाम परनिमित्तम् अस्ति सकारादि प्रत्ययः अथवा ध्व इति प्रत्ययः पदस्य धातुः कीदृश धातुः कीदृशी भवेत् एकाच नाम अत्र एकाच भागः भवेत् अपि च तस्य अन्ते झषन्त झष् इत्युक्ते किं महोदय झष् इति प्रतिहारे चतुर्थवर्णः एव चतुर्थवर्णः अस्ति चेत् तर्हि तस्य चतुर्थवर्णः अस्ति अपि च तृतीयवर्णः अपि अस्ति तत्र चेत् बश् वर्णः अस्ति चेत् तत्र बश् जकारं प्रथमवर्णस्य जकारं विहाय अन्यत् तृतीयवर्णः बश् तृतीयवर्णः अपि च झष् वर्णः चतुर्थः वर्णः तस्य भष् वर्णस्य भष् भवति नाम तृतीयवर्णस्य स्थाने चतुर्थः वर्णः भवति इति अस्ति तर्हि अग्रे उदाहरणं वदतु दिह दिक् योगः दिक् योगः द्वे दादेर् धातोर् गः इत्यनेन हकारस्य स्थाने गकारः आदेशः दिग् इति इदा दिग् इति भवति चेत् अत्र दिग् योगः द्वे इदानीम् एकाचो बशो बष् जषन्तस्य स्वोः इत्यनेन बषः बष् आदेशः भवति तिग् योगः द्वे इदानीं जलां जश् जशि इत्यनेन गकारस्य चतुर्थवर्णस्य स्थाने तृतीयवर्णः आदेशः भवति जलां जश् जशि इति सूत्रेण अतः तत्र दिग् तृतीयवर्णः आगच्छति अनन्तरं द्वे इदानीं दिग् द्वे इति अन्तिमरूपं निष्पन्नं तादृशमेव दिक् योगः द्वं मध्यपुरुष बहुवचनं दिग् द्वम् अनन्तरं दुः योगः द्वे इत्युक्ते दुग् द्वे इति रूपद्वयम् अत्र उदाहरणरूपेण दत्तम् द्वे इत्यस्य किमपि परिवर्तनं नास्ति न द्वे तस्य परिवर्तनं न भवति द्वे परे एव पश्यतु अत्र हकारादि इति लिखितं नास्ति द्व एव हकारस्य दुः हकारस्य स्थाने तृतीयवर्णः आदेशः भवति दादेर् दादेर् धातो धातोर् गः इति सूत्रेण तत्र हकारस्य स्थाने चतुर्थगकारः आगच्छति एतत् सूत्रेण अनन्तरं जलं जश् जशि इति सूत्रेण एव तत्र चतुर्थवर्णस्य स्थाने तृतीयवर्णः आगच्छति अतः तत्र दिग्द्वम् इति कार्यम् इति अन्तिमरूपं खलु परन्तु पश्यतु एकाचो बशो बश् इति कार्यं केवलं ध्व कृते भवति धकारादि सकारे परे उदाहरणं नास्ति वा अस्ति न सकार यत्र सकारस्य विषयः अस्ति तत्र अस्माभिः पठितं खलु अत्र धकार अस्ति परन्तु कीदृशः धकारः ध्वं केवलं ध्वं प्रत्येकधकारादि प्रत्येक कृते न अतः धी कृते सूत्रस्य प्रसक्तिः नास्ति ध्वं कृते एव ध्वे कृते एव यत्र ध्व शब्दः अस्ति तत्र अतः धी कृते मा करोतु कार्यम् अस्तु सर्वे आगच्छन्ति खलु आं जि तर्हि अग्रे यत्किमपि लिखितमस्ति अस्माभिः पूर्वं पठितं तर्हि इदानीं हकार अच्छा एकः प्रश्नः अस्ति अत्र लिखितं नास्ति परन्तु प्रश्नः अस्ति नः धातुः अस्ति चेत् कीदृशकार्यं भवति कोऽपि वक्तुं शक्नोति वा नः योगः ध्वम् सावर्णस्य अन्तिमवर्णः नकारः अनन्तरं हा उष्णः नः नः योगः द्वम् उदाहरणरूपेण भवान् उक्तवान् अत्र तत्र नः इति अत्रापि तत्र दादेर् धातोर् गः इति सूत्रेण हकारस्य स्थाने प्रथमं चतुर्थ न अनन्तरं दादेर् धातोर्गः कार्यं कथं करोति धकारादि धातु नास्ति खलु धकार आदौ नास्ति खलु नः इति एकं सूत्रमस्ति हकारस्य स्थाने दकार आदेशः भवति महोदय सत्यं केन सूत्रेण अस्माभिः पठितं बहुवारम् आम् एकं सूत्रमस्ति खलु नहोदः नहोदः अस्माभिः पूर्वं पठितम् अत्र लिखितं पूर्वमेव पठितं भगिनि तृतीयपरपत्रे सर्वत्र अस्ति नः धातु अस्ति चेत् हकारस्य स्थाने धकारः भवति अत्र हकारस्य स्थाने चतुर्थवर्णः धकारः भवति अतः नधयोगः ध्वम् अग्रे किं करणीयम् तत्र नहो नहो दः इति सूत्रेण प्रथमं हकारस्य स्थाने चतुर्थवर्णः दकारः आगच्छति अग्रे अनन्तरं जलं झषि न तत्र इदानीं जलं झष् नास्ति खलु झषस् खदो दः एतत् जलं झषस्तः किं वदति अग्रे तकारफकारः अस्ति चेत् तस्य धकारः भवति खलु अतः तत्र जलं झषि इति सूत्रेण चतुर्थवर्णस्य स्थाने तृतीयवर्णः आगच्छति नद् इति भवति खलु नद्वम् अस्तु अवगच्छन्ति वा सर्वे आं महोदय अपि च एकं सूत्रमस्ति वा द्रुह मुह स्नुह स्निः तत्र किं भवति हकारस्य स्थाने विकल्पेन ढकारः अथवा घकारः उभयं भवति द्रुह मुह स्नुह स्निः चत्वारः धातवः सन्ति तत्र हकारस्य स्थाने एकस्मिन् पक्षे ढकारः एकस्मिन् पक्षे घकारः भवति तत् लिखितं नास्ति परन्तु हकारस्य यत्र यत्र यत्र कार्यमस्ति तत्र तत्र होडः दादेर्धातुर्गः वा द्रुहो मुहो स्नुः स्निः नहोधः चत्वारि सूत्राणि सन्ति अस्तु इदानीम् अस्माकं चतुर्थकरपत्रमपि समाप्तः अग्रे गच्छामः अग्रिमकरपत्रम् अस्ति किमस्ति अभ्यासः इदानीं न तिङन्तेषु हलन् हल् सन्धिकार्याणि सङ्ग्रह किं बहूनि सूत्राणि सन्ति महोदय एतत् परिचयसूत्रमेव किमपि अत्र किमपि नूतन नास्ति एतत् सर्वं परिचयसूत्रं नास्ति नूतनजास्ति हल् सन्धि हल् सन्धि पाठे बहूनि सूत्राणि सन्ति परन्तु सर्वाणि सूत्राणि अतीव महत्त्वपूर्णानि सन्ति बहुत्र तेषां प्रसक्तिः आगच्छति सुबन्तेषु अपि तिङन्तेषु अपि कृदन्तेषु अपि अतः मुख्यकार्यमस्ति मुख्यपाठः अस्ति अत्र अतः वारं वारं तस्य अभ्यासः करणीयः वारं वारं तस्य पठनं करणीयम् तर्हि इदानीं किं करणीयम् अग्रे अत्र प्रथमम् अस्ति सकारस्य षत्वमिति आदेशप्रत्ययोः इति सूत्रं कार्यं करोति न न न न न एकनिमिषम् एकनिमिषम् हा तर्हि अग्रिमकरपत्रं उद्घाटयन्तु उद्घाटयन्ति वा सर्वे तेषु हल् सन्ति कार्याणि इदानीम् एकस्मिन्नेव करपत्रे सर्वाणि कार्याणि सङ्गृहीतानि सन्ति महोदयेन तत्र रिविजन् अपि भवति अस्तु मीना महोदय पठतु हलन्तधातुभ्यः प्रमुखतः सकार तकार थकार ठकार इत्येषु अक्षरेषु परेषु प्रमुखसन्धिकार्याणि सन्ति तकार तथ सकारः इत्येषु अक्षरेषु परेषु प्रमुखसन्धिकार्याणि सन्ति अतः येषां सन्धीनां सङ्ग्रहः पूर्ववर्णः अवर्गः योगः सकारः कवर्गः ककारः योगः सकारः आदेशः ककारः योगः षकारः सकारस्य महोदय इदानीं किं करोतु सर्वाः अपि पकारः एव सकारः अस्ति भवती एव अपठित्वा अग्रे अपठित्वा भवती एव वदतु कार्यं किं भवति विदौट् लुकिङ्ग् एट् द नेक्स्ट् कालम् यु ओन्लि टेल् वाट् वि शुड् डु क योगः स इदानीं किं कारणं कार्यं करणीयं शत्वं सूत्रं वदतु आदेशप्रत्ययोः आदेशप्रत्ययोः पूर्णसूत्रं किं महोदय तर्हि कयोगः सकारः आदेशप्रत्ययः सूत्रेण ककारस्य स्थाने षत्वं भवति ककारस्य षत्वं भवति क्ष इति भवति उदाहरणं पश्यतु अग्रे वदतु शक्तियोगः स्यति शक्ष्यति ककारः खयोगः स तत्रैव षत्वं भवति तत्रैव केन सूत्रेण षत्वं आदेशप्रत्ययः इति सूत्रेण सकारस्य खकारस्य चर्चेन खकारः ककारः भवति करीच इति सूत्रेण पठतु न अग्रे न पठतु भवती एव अपठित्वा वदतु किं सूत्रं प्रथमं भवति लेख योगः सि इति अस्ति खरीच भवति ककारः योगः सकारः एव आदेशप्रत्ययः भवति आदेशप्रत्ययोः सूत्रं भवति ककार अनन्तरं सकारः भवति चेत् आदेशप्रत्ययः वदति कवर्गीयवर्णः अस्ति चेत् इण् कोः खलु कु कु इत्युक्ते किं कवर्गीयवर्णः यदि चेत् किमपि सूत्रं भवति प्रथमं परन्तु टेक्निकलि किं सूत्रं प्रथमं कार्यं करणीय प्रथमं कार्यं कुर्यात् किं यदि यदि यदि आदेशप्रत्ययोः भवति किमपि सूत्रं प्रथमं कार्यं कुर्यात् समानमेव रूपं भवति परन्तु व्याकरणस्य नियमात् कस्य सूत्रस्य कार्यं प्रथमं भवेत् करी च सूत्रं भवेत् किमर्थमिति न जानामि महोदय किमर्थम् इत्युक्ते न there is a order hello even though the order doesn't matter but you should know the order because there are examples in which it will matter so you make mistake karicha iti lele pratamam bhavati karicha asti va adesha pratyaya asti va akaricha pratyaya उभे सूत्रे त्रिपाद्यां स्तः खलु सूत्र प्रथमसङ्ख्या आदेशप्रत्ययोः सूत्रस्य सङ्ख्या 8359 अतः एतत् एव प्रथमम् आगच्छति अन्यसूत्रं तु 8456 करी च एतत् परे अस्ति परसूत्रमस्ति वा पूर्वसूत्रम् आदेशप्रत्ययोः अतः तस्य कार्यं प्रथमं करणीयम् अत्र दोषः अस्ति परपत्रे ऐ सी खयोगः स प्रथमं आदेशप्रत्ययोः इत्यनेन तदनन्तरं खरि च इत्यनेन खकारस्य स्थाने ककारः भूत्वा क्ष इति भवति. अवगच्छति वा? So, ले लेक् योगः सि, तत्र आदेशप्रत्ययोः ले लेक् योगः षि, तदनन्तरं करि चेत् ले लेक् षि, ले लेक् षि. तत्र संज्ञा किं संज्ञा करिचयत्री करिच इति सूत्रम् आदेशप्रत्ययः अनन्तरं अष्टमाध्यायः चतुर्थपादे अस्ति, आदेशप्रत्ययोः अष्टमाध्यायः तृतीयपादे अस्ति. गकारः योगः सकारः वदतु. गकारः तथा तत्रापि आदेशप्रत्ययोः भवितव्यं प्रथमं. गकारः शकारः तात्वं योगस्ति, तात्वं योगषि भवति प्रथमं, तदनन्तरं करि च तात्व गकारः ककारः भवति तात्वं क्षि. तदनन्तरं घकारः योगः सकारः स समान रीत्या एव जागग् योगः सकारः जागग् योगषि जागग् योगषि. तदनन्तरं करि च जागक्षि घकारः घकारः ककारः भवति जागक् जागक्षि. अत्र मुद्रादोषमस्ति वा? कुत्र जाघक्षि अत्र अस्ति? सत्यं जाघग् योग सि जाघग् योग जाघग् योगषि भवितव्यम् आदेशप्रत्ययोति सूत्रेण. तदनन्तरं घकारः करि चेति सूत्रेण खकारः भवितव्यं किल? प्रथमककारं भवितव्यं तत्र किल? झागग् योगः सि, तदनन्तरं सकारः षत्वं भवति खलु? तदनन्तरं खरि च इत्यनेन ककारस्य ककारः भवति जाघक्षि. अत्र मुद्रदोष जाघग् जाघक्षि घकारद्वयमस्ति अत्र. घकारद्वयं जाघ इति अस्ति, प्रथमघकारस्य किमपि न भवति, अन्तिमघकारस्य ककारः भवति किम्? आम्, अन्तिमघकारस्य ककारः भवति प्रथम प्रथमघकारः समानमेव जाग देन् घ इक् देन् क्षि क्षि जागक्षि. अवगतं. चकारः योगः सकारः अत्रापि सकारः योगः सकारः आदेशप्रत्ययोः चकार भवति प्रथमं. न इदानीं कवर्गस्य सर्वे आगच्छन्ति खलु, कार्यं कथं भवति, प्रश्नः अस्ति वा कवर्गे? नास्ति. अस्तु, इदानीं मदर् महोदय च. आम् च. भवती एव प्रथमं भवती एव पठित्वा वदतु, अपठित्वा वदतु. सकारयोग सकार अत्र प्रथमं चोः कुः इत्यनेन चकारस्थाने ककार आदेशः भवति, तदनन्तरं आदेशप्रत्ययोः इति अनेन सकारस्य स्थाने षकारः भवति. पच्योगः स्यति चकारस्य स्थाने ककारः चोः कुकु कुः अनेन पक् योगः स्यति. तदनन्तरम् आदेशप्रत्ययोः इत्यनेन सकारस्य स्थाने षकारः भवति तदनन्तरं पक्ष्यति. चकारः अग्रे चकारः योगः सकारः अत व्रच्छ ब्रच्छ सृज मृज यज राज प्राज शशामिति सूत्रेण चकारस्य स्थाने अत्रापि महोदय चकारः अस्ति चेत् कार्यद्वयं द्रष्टव्यं, तुक् सहितचकारः अस्ति वा अथवा तुक् सहितचकारः नास्ति वा इति अस्ति खलु. आम् तुक् सहितचकारः अस्ति चेत् किं करणीयं? तत् सकारः तालवे सकारः आगच्छति ब्रश्य ब्रश्य इति सूत्रेण. न तुक् सहितचकारः अस्ति चेत् प्रथमं किं कार्यं? शोभोषुडनासिके च इत्यनेन किं भवति? सकारः आगच्छति, तालव्यसकारः आगच्छति, तालव्यसकारः आगच्छति. इदानीम् अग्रे किम्? तदनन्तरं तदनन्तरमेव व्रच्छ ब्रच्छ इति सूत्रेण सकारस्य स्थाने मूर्धनिषकारः आगच्छति. तदनन्तरं षकारः. तदनन्तरं षडोको कक्षि इत्यनेन मूर्धनिषकारस्य स्थाने ककारः आगच्छति. तदनन्तरम् आदेशप्रत्ययोः इत्यनेन सकारस्य स्थाने षकारः अत्र उदाहरणं प्रत्यक्षति इति भवति. उदाहरणं पश्यतु, प्रच् योगः स्यति. प्रश्योगः स्यति, प्रश्यति, प्रश्योगः स्यति, प्रक् योगः स्यति, प्रक्ष्यति इति भवति. अपि च तुक्सहितचकारः नास्ति चेत् केवलं सरलसामान्यषकारः अस्ति चेत् किं भवति? चोः कुः इत्यनेन किं चकारस्य स्थाने गकारः आगच्छति. गकारः चकारस्य स्थाने गकारः ककारः द्वितीयसदस्य आगच्छति. खकारः. तदनन्तरम् अग्रे करीच इति न, तस्मात् पूर्वं किं खकारः योगः सकारः, इदानीम् अग्रे प्रथमं किं करणीयं? व्रश्चब्रश्च. न न न व्रश्चब्रश्च कथं तत् खकारः भवति खलु इत्यनेन आदेशप्रत्ययोः सकारः. अग्रे इत्यनेन षकारः भवति. तदनन्तरं करीच इति सूत्रेण ककारः प्रथमवर्णः ककारः भवति. क्ष इति भवति, क्ष भवति. अस्तु, सर्वे अवगच्छन्ति खलु? तुक् सहितचकारः अस्ति चेत् किं करणीयं? तुक् रहितचकारः अस्ति चेत् किं करणीयम्? अवगच्छन्ति सर्वे? आम् महोदय. अग्रे जकारस्य चोः कुः इत्यनेन जकारस्य गकारः भवति. त्यग् योगः स्यति. तदनन्तरं करीचय भवति वा? त्यग् योगः स्यति. अत्र प्रथमं करीच आदेशप्रत्यय किं कार्यं करोति? पूर्वसूत्रमस्ति. त्यग्योगः अश्यति इति भवति, तदनन्तरं करिचयतेन त्यग्योगः अस्यति त्यक्ष्यति, जकारः अस्ति चेत् एवं भवति। अग्रे झकारः, झकारः योगः सकारः, प्रथमं करिच कार्यं करोति आदेशप्रत्ययोः, आदेशप्रत्ययोः इति शकारः वर्गीय अक्षरः अस्ति खलु, समानप्रक्रिया एव चोकुः आदेशप्रत्ययः तदनन्तरं करिच। परन्तु अत्र पश्यतु कुत्रचित् विशेषकार्यमपि भवति व्रश्च भ्रश्च इति सूत्रेण यत्र विशेषधातुः अस्ति व्रश्च भ्रश्च सृज मृज यज राज भ्राज तत्र मूर्धन्यशकारः भवति। अत्र केवलं सामान्यनियमः लिखितः अस्ति, परन्तु कुत्रचित् विशेषनियमः अपि भवति, अत्र तदपि मस्तिष्के भवेत्। अपि च यत्र चतुर्थः वर्णः अस्ति अन्ते, यतः घकारः झकारः अग्रे सकारः अस्ति, तर्हि किं सूत्रं कार्यं कर्तुं शक्नोति अन्ते चतुर्थः वर्णः अग्रे सकारादिप्रत्ययः, तर्हि एकम् अन्यं सूत्रमपि भवितुं शक्नोति, किं सूत्रम्? जशन्तस्य न न भवती जानाति, सम्यक्तया सूत्रं वदतु। जशन्तस्य सूत्रं किम्? प्रश्नः किम्? मम प्रश्नः अस्ति अन्ते चतुर्थः वर्णः, तस्मात् अनन्तरं सकारः इति प्रसङ्गे एकम् अधिकं सूत्रमपि कार्यं कर्तुं शक्नोति, सर्वदा न करोति परन्तु कुत्र कार्यं करोति, तत् सूत्रं किम्? मदन महोदय भवती सम्यक् वदति, परन्तु सम्पूर्ण एकाचो बशो बश जशन्तस्य स्तोः, एकाचो बशो बश जशन्तस्य स्तोः, सम्यक्, एकाचो बशो बश अस्ति दशन्तस्य स्तूः, तस्यापि कार्यं भवितुं शक्नोति, अतः तदपि मस्तिष्के स्यात्, लिखितं नास्ति परन्तु मस्तिष्के स्यात्। अस्तु, सर्वे आगच्छन्ति खलु? आं महोदय। अस्तु, अग्रे विजया महोदय, तकारः सकारः योगः सकारः तत्र यत्र तकारस्य छत्वं छत्वे तकारस्य छत्वे अन्तिमवर्णः एतदेव तकार एव भवति तत्र। अनन्तरं तत्र उदाहरणं स्वीकृतं चेत् तत्र नानट् इति भवति, नानट् योगः सि। इदानीं स्टुनास्तुः इति सूत्रेण न तत्र तत्र तत्र शक एकनिमिषं तत्र आदेशप्रत्ययः समानकार्यमेव वा? न न न आदेशप्रत्ययोः आदेशप्रत्ययस्य निमित्तं भिन्नं, शुनाष्टुः निमित्तं भिन्नम्, इन् वर्णः नाम उभयत्र सकारशत्वं भवति परन्तु समानं कार्यमिति किमपि नास्ति खलु, समानं कार्यं किम् अत्र वर्णानां कृते अपि भवति, तवर्गस्य टवर्गं भवति, आदेशप्रत्ययो मध्ये टवर्गस्य किमपि नास्ति खलु, ब्रह्म तर्हि नानट् यो भवति सकारशकारः नानट्षि सुनस्तु इति सूत्रेण तत्र किमस्ति सुनास्तु अग्रे दन्ते सकारस्य स्थाने मूर्धने सकारः आगच्छति अनन्तरं टकारः योगः सकारः तत्र अपि टकारस्य स्थाने चत्वं भूत्वा प्रथमवर्णः टकारः आगच्छति अनन्तरं तस्मात् पूर्वं किम् पूर्वं किं जि चर्त्वम् अनन्तरं भवति खरि च इति तस्मात् पूर्वम् अन्यकार्यं करणीयं क्रमेण गच्छतु खलु नास्तु प्रथमं कार्यं पूर्वसूत्रमस्ति खलु पूर्वं सकारस्य स्थाने षत्वं भवति ठकारयोगशकार तदनन्तरं खरि च इत्यनेन टकारः भवति टयोगश एतदेव तत्र उदाहरणरूपेण अस्ति खलु प्रथमं लो लुण्ट् इति अस्ति योगः प्रथमं पश्यतु प्रथमं खरि च नास्ति प्रथमम् अदे सुनाष्टुः अस्ति कार्यं किमपि नास्ति एव खलु किमर्थं नास्ति लोलुट् योगः सि मध्ये प्रथमं सुनाष्टुः इत्यनेन षत्वं भूत्वा लोलुण्ठ अग्रे खरि च इत्यनेन ठकारः भवति खलु उभयोः सूत्रयोः कार्यमस्ति परन्तु प्रथमं सुनाष्टुः कार्यं करोति तदेव अहं वदामि अग्रे डकारः लुञ्चि इति वर्ति चतुर्थवर्णस्य स्थाने प्रथमवर्णः आगच्छति चत्वं भूत्वा खरिच इति सूत्रेण अग्रे पठामि वा डकारः योगः सकारः तत्र अपि सुनास्तुः इति सूत्रेण जागण्ड् योगः सि अस्ति चेत् तत्र सकारस्य सि स्थाने षि आगच्छति जागण्षि इति अनन्तरं खरिच इति सूत्रेण तृतीयवर्णस्य स्थाने प्रथमवर्णः भूत्वा खरिच इति सूत्रेण जागण्षि इति अन्तिमरूपं कुत्र कुत्र अत्रैव अस्ति अस्तु अस्तु अग्रे ढकारः चतुर्थवर्णः डकारः योगः सकारः तत्र लेड् इति लेड् योगः सि तत्र अपि सि स्थाने न प्रथमं लेड् डकार चतुर्थडकारस्य स्थाने षडोः कः सि इति सूत्रेण चतुर्थवर्णस्य स्थाने ककारः आदेशः भवति लेक् इति भवति इदानीं सि अस्ति अत्र आदेशप्रत्ययोः इति सूत्रेण शकारः भूत्वा ककारः शकारः मेलनेन क्षि भवति लेक्षि इति अन्तिमरूपं तर्हि ठकारस्य प्रथमं तु ककारः भवति षडोः कहसि तदनन्तरम् आदेशप्रत्ययः इत्यनेन षत्वं भूत्वा लेक्षि इति अस्तु इदानीम् अग्रे तकारः मीना महोदय सकारः योगः सकारः तकारयोगः सकारः चाचत् इति उदाहरणमस्ति योगः सि करि च अत्र करि च भवति वा अस्तु भवति परिवर्तनं न भवति परन्तु सूत्रं तु कार्यं करोति खलु परिवर्तनं नास्ति तत्र पर्जन्यम् इव भवति शुष्के सर्वत्र शुष्के पृथिव्यामपि वर्षा करोति वर्षां करोति जलधि जलध्यामपि वर्षां करोति. इट् इस् सूत्र इस् लैक् अ क्लौड्. इट् रेन्स् आन् बेरन् लेण्ड् आल्सो वेर् देर् इस् अ डिफ़रेन्स् टु मेक्. इट् रेन्स् आन् सी आल्सो वेर् डजन् मेक् अ डिफ़रेन्स्. तथैव अत्र चाचत् योगः सीमे तकारस्य तकारः एव भवति, परन्तु सूत्रं तु कार्यं करोति किल खरीचत्, परिवर्तनं न भवति परन्तु कार्यं करोति. भवता किं वा उक्तं तत्र, सूत्रं वा श्लोकं वा सन्ति? श्लोकं नास्ति अपरेण्ट्लि, तत्र वार्तिकमस्ति वा. सूत्रं पर्जन्यवत् कार्यं करोति. पर्जन्यवत् सर्वत्र वृष्टिः भवति. पर्जन्य इत्युक्ते क्लौड्. यथा पर्जन्यः सर्वत्र वृष्टिं करोति, सागरे अपि वृष्टिं करोति, भूम्यामपि वृष्टिं करोति, तथैव सूत्रं सर्वत्र कार्यं करोति. कुत्रचित् तस्य कुत्रचित् सूत्रस्य कारणात् परिवर्तनं भवति, कुत्रचित् न भवति, परन्तु सूत्रं तु कार्यं करोति यत्र यत्र प्रसङ्गः भवति. अस्तु अग्रे. थकारयोगः सकारः तत्र च करिचयवत् सामन्त् योगस्य अत्र कार्यं भवति. अत्र सूत्रस्य परिवर्तनमस्ति, तकारः भवति, दकारः अपि च समान रीत्या अत् सि दकारः तकारः भवति, तत्रापि परिवर्तनं भवति. धकारः योगः सकारः तत्रापि क्रोध्यति, धकारः करीचयति सूत्रेण तकारः भवति, क्रोध्यति. नकारः योगः सकारः मन्स्यते, ओ नश्च पदान्तात् जलि, नश्चापदान्तस्य जलि. सूत्र पूर्णसूत्रं किम् इति मया एव अस्ति, नश्चापदान्तस्य जलि इति एव सूत्रमस्ति. नकारस्य अनुस्वारः भवति वा? न, सूत्रं किं वदति? नकारः योगः सकारः प्रथमं किं कार्यम्? अपदान्तस्य नकारस्य च अपदान्तस्य जलिपरे उपदान्तनकारमकारात् परे झल् वर्णः अस्ति चेत् नकार अथवा मकारस्य अनुस्वारः भवति खलु. अपदान्तनकारस्य नकारस्य जलिपरे नकार अनुस्वारः भवति. मन्स्यते. इदानीं पकारः धन्यवादः. इदानीं पर्यन्तं सर्वे अवगच्छन्ति खलु? अस्तु मृणाल् महोदय, पवर् पकारयोगः सकारः अत्र करीच इति सूत्रेण चत्वं भवति. तप् योगस्यति तप्स्यति. पकारयोगः सकारः तत्रापि करीच इति सूत्रेण जो गुं योगः सि जो गुंस्यति. पकारः शर्तुं भवति, अत्र प्रथमसदस्य भवति. जोगुं ससि गुं केन सूत्रेण? करिच इति सूत्रेण. बकारः तदमेव बकारयोगः सकारः करिच इति सूत्रेण पकारः आगच्छति. लालं योगः सि लालं सि भवति. बकारः योगः सकारः अत्रापि करिच इति सूत्रेण शर्तं भवति. लं योगः स्यते लंस्यते लंप्स्यते लब् लब् लब् लप्स्यते लप्स्यते लप्स्यते इप् यकारः सर्वत्र खरीचकार्यं सर्वत्र खरीचकार्यं करोति खलु आमां यकारस्य लोपो व्योर्वलि इति सूत्रेण यकारः लोपो भवति वल् प्रत्याहारे वल् प्रत्याहारे परे वकार यकारस्य लोपः लोपो भवति जहाय योगः सि अत्र यकारस्य लोप जहासि जाहसि अस्तु जाहसि जा अस्तु महोदय अग्रे विजय महोदय रेफ् परे रेफ् अस्ति चेत् तत्र रेपयोगः सकारः रेपयोगः शकारः भवति तत्र रेपस्य किमपि कार्यं न सकारस्य शत्वं भवति एव केन सूत्रेण शत्वं व्याघ्र किञ्चित् केन सूत्रेण शत्वं भवति आदेशप्रत्ययोगः सर्वत्र एतदेव भवति खलु आदेशप्रत्ययसूत्रेण कथम् एकनिमिषं कथं भवति किमस्ति आदेशप्रत्ययः इति सूत्रम् अत्र किमर्थं कार्यं करोति किमर्थं कार्यं करोति चेत् कुत्र अस्ति रेपस्य किमपि कार्यं न सकारस्य शत्वं भवति भवति खलु आदेशप्रत्ययोः इति सूत्रेण कार्यं भवति परन्तु कथं भवति कृपया वदतु तत्र जागर् इति अपदान्तम् अस्ति अनन्तरं तत्र इन्कोः इति तत्र किम् अस्ति जागर् अस्ति खलु इन्कोः इत्युक्ते किम् अकुभ्याम् न न इन्कोः इत्युक्ते किम् इन् इन् इत्युक्ते किम् सर्वे सर्वे स्वराः अस्ति खलु सर्वे स्वराः अनन्तरम् अन्तस्थाः अपि अस्ति अनन्तरं हकारः अपि अस्ति एकनिमिषं चेत् स्वराः अनन्तरं किम् अस्ति अन्तस्थाः अस्ति अन्तस्थाः या वाराला एतत् अनन्तरं हकारः अपि अस्ति एतत् सर्वम् इन्कोः इति दत्तं खलु एतत् यत्र यत्र आगच्छति तत्र शकारः आदेशः एव भवति सत्यम् उत्तमं तर्हि अत्र रेफ् वर्णः अस्ति खलु इन्कोः मध्ये अतः तत्र जागर् योगः सि तत्र दन्त्यसकारस्य स्थाने मूर्धन्यशकारः आदेशः भवति जागर्षि इति भवति अनन्तरं लकारयोगः सकारः तत्रापि सकारस्य स्थाने शकारः आगच्छति लकारस्य किमपि कार्यं न सकारस्य शत्वं भवति आदेशप्रत्ययोगः इति सूत्रेण तत्र पम्पुल् इति अस्ति पम्पुल् योगः सि तत्र पम्पुल् षि इति भवति तावदेव अत्र आश्रिस् अस्ति किमर्थं महोदय किम् अग्रे अग्रे पठामि वा जि वकारः पठतु वकारयोगः सकारः तत्र वकारस्य लोपः भवति यो लोपो व्योर्वलि इति सूत्रेण अतः अत्र किमपि उदाहरणरूपेण किमपि अत्र नास्ति अत्र अवसरः नास्ति अवसरः नास्ति अनन्तरं तालविशकारः योगः सकारः अग्रे मीना महोदय ऊष्मवर्णः इदानीं शकारः शकारः योगः सकारः भ्रष्टभ्रष्ट सृजभृजराजभृजां शः शः इति सूत्रेण शकारस्य शकारः भवति प्रथमम् अत्र क्रोश् इति उदाहरणमस्ति क्ष्यति क्रोश् भवति भवती अहं किं वदामि पठित्वा वदतु प्रथमं पठित्वा वदति चेत् भवत्याः अभ्यासः कथं भवति खलु सकारस्य शकारः भवति प्रथमं व्रश्च व्रश्च सृज वृजयज राज व्राज झषांश शः सो शकारः शकारः भवति प्रथमं तदनन्तरं ष् इस् इष् इस् अस्ति इष् इस् अस्ति इक् षडौ कस्ति वा ककार भवति वा षकारः ककारः भवति षडौ कस्ति तद् ककारः ककारः सकारः अस्ति इदानीं षकारः सकार तदनन्तरं ककारः सकारः ककारः सकारः अस्ति तत्र आदेशप्रत्ययः क्रिष्यति क्ष्यति सो क्रोश् योगः स्यति तत्र षकारः षकारः भवति प्रथमं क्रोश् द्रश्चप्रचयस्य सूत्रेण देन् क्रोष् स्यति क्रोक् क्रोक् ककार भवति षकार डकारयोः ककारः सकार ससि परे अत्र षकारः अस्ति तस्मात् क्रोक् योगः स्यति तदनन्तरम् आदेशप्रत्ययोः सूत्रेण क्रोक्ष्यति क्ष्यति आं महोदय देन् तदनन्तरं श्रयोगः सकारः अत्र वृश्चभस्य नास्ति द्वितीयसूत्रषडो षकारटकारयोः ककारः भवति इक्योगः सि इक् इक्योगसि अनन्तरम् आदेशप्रत्ययोः इक्षि सो चरीकर्ष् योगः सि चरीकर्क् योगः षडोकः योगः सि चरीकर्क्षि कर्क्षि इति आदेशप्रत्ययोः अनन्तरं सकार सकारः सकारः सकारः सकारः सकारः अत्र अत्र दत्तं भगिनि सार्वधातुकसकारे परि किमपि कार्यं नास्ति इति एकनिमिष मीना महोदय पठतु सार्वधातुके सकारे परे न किमपि सार्वधातुके सकारे परे न किमपि भवति किमर्थं नाम प्रथमसकार क्षम्यतां नाम सकारादिप्रत्ययः अस्ति तत् सार्वधातुकप्रत्ययः अस्ति चेत् किमपि कार्यं नास्ति आर्धातुकप्रत्ययः अस्ति चेत् कार्यं भवति खलु पूर्वसकारस्य सकारादेशः सार्वधातुकसकारः नास्ति वा किमपि न किमपि भवति तत्र शृणोतु सि सार्वधातुकः अस्ति वा अर्धातुकः अस्ति सि सार्वधातुकमस्ति तिप्सिङ्ग् कार्यं न भवति चकासि न भवति अर्धधातुकस्यति अर्धधातुकप्रत्ययः लृट् वस् स्यति अत्र सूत्रम् अहं न जानामि सः सार्वधातुके इति सूत्रं न जानामि किमर्थं पठितं न स्वामी पठितं सर्वं पठितम् अस्माभिः विस्मृतं सहस्य अर्धातुके इति लिखितमस्ति खलु सः सि अर्धातुके नाम सकारादि अर्धातुकप्रत्यये परे सकारस्य स्थाने अनुवृत्तिरूपेण तकारः आगच्छति तर्हि चकारस्थाने तर्हि वत्स्यति, तर्हि चकारस्योगः सि मध्ये सि चकासि कार्यं न भवति चकासि, परन्तु वत्स्योगः स्यति मध्ये स्यति आर्धातुकम् अस्ति, अतः वस् चकारस्य तकारः भूत्वा वत्स्यति इति भवति. तर्हि एतदस्ति सकारादि प्रत्यय, सकारादि अग्रे सकारः अग्रे अस्ति चेत् किं किं कार्याणि भवन्ति तेषां सङ्ग्रहः अत्र अस्मिन् अस्मिन् खण्डे भवति. तर्हि वारं वारं पठतु, अभ्यासः भवति. तर्हि सकारात् सकारः सकारादिप्रत्ययः परे अस्ति चेत् कार्यं कथं भवति, कस्यापि प्रश्नः अस्तु. इदानीम् अग्रे हकारः कः अस्ति इदानीं मल्लर् महोदय अग्रिम करोतु. हकार हकारः अस्ति चेत् होडः इति सूत्रेण हकारस्य स्थाने डकारः भवति, तदनन्तरं डकारस्य स्थाने ककारः श्लोको कसि इति सूत्रेण, तदनन्तरम् आदेशप्रत्ययोः इत्यनेन श भवति. लिग् योगः लिग् योगः सि, लेग् योगः सि, लेड् योगः सि, लकारस्य स्थाने ककारः आदेशः, तदनन्तरम् आदेशप्रत्ययोः इत्यनेन लेक्षि इति भवति. अत्र होडः इति निमित्तं किम्, तस्य निमित्तं कारस्य डकारः भवति सकारः सकारपरे वा, न केवलं सकारः न, भवती वदतु पूर्वसूत्रं न जानामि. बहुत्र निमित्तम् एकमेव अस्ति, झलिपदान्ते झलिपदान्ते. हकारस्य हकारः भवति कदा, यदि हकारः पदान्ते अस्ति अथवा झलिपदे. कथं भवति, पदस्य अधिकारः अस्ति खलु, अतः पदान्ते झलि कथं भवति, झलो झलि इति सूत्रमस्ति, तस्मात् अनुवृत्तिः भूतो झलि पदान्ते झलि पदान्ते, सर्वत्र झलि पदान्ते इति नियम इति निमित्तम् अस्ति. तर्हि सकारः झल्वर्णे, अतः सकारपरे अपि हकारस्य झत्वं भवति. भवति वा महोदय? यदि धातुः दकारादि, प्रश्नः अस्ति वा इदानीं? होडः एव प्रश्नः आसीत्. अस्तु अग्रे मदन महोदय अग्रे पठतु. यदि धातुः दकारादिः अस्ति चेत् दादे धातो गः इति अनेन हकारस्य स्थाने गकारः आदेशः भवति, दुग् योगः स्यति दोग् योगः स्यति, हकारस्य स्थाने गकारः दोक् दोक्स्यति इति भवति. तद् अनन्तरं दर्हि हकारस्य उकारः अस्ति खलु दुग् इति, एतत् दोह् इति भवति खलु, तत्र पुगन्तलघुपदसि इति सूत्रेण कार्यं करोति. आम् आम् आम् सम्यक्. पुगन्तलघुपदसि तत्र एकाचो बशो बश् भवति, तत्रापि निमित्तं जलो जलि जलिपरे वा? पुगन्तलघुपदस्य इति अस्ति खलु अग्रे, पुगन्तलघुपदस्य दोह् भवति मदर् महोदय. तदनन्तरं एकाचो बशो बश् जशान्तस्य सोः इत्यनेन अत्र एकनिमिषं मीना महोदय प्रति वदतु, एकाच बशोबश कथं कार्यं करोति अत्र निमित्तं किं धातु धातादौ पश्वर्णः अस्ति अन्ते जश् वर्णः अस्ति आर् परे परे स्तोः अस्ति चेत् त्रि फोर् फोर् फोर् फोर् फोर् अपि च एका च अपि अस्ति एका च अपि अस्ति चेत् अत्र तृतीयसदस्य अस्ति द बश्वर्णः चतुर्थवर्णः अस्ति गवर्णः जश्वर्णः परे सकारः अस्ति अतः दोग् इति भवति धन्यवादः भगिनि तर्हि घोग् दोग् अस्ति तस्य धोग् इति भवति धोग् अग्रे तदनन्तरं दोग् करीच इति अनेन गकारस्य स्थाने ककारः भवति दोग् योगः स्यति आदेशप्रत्ययोः इत्यनेन दोक्ष्यति इति भवति न प्रथमं प्रथमम् आदेशप्रत्ययः करि धोग् योगः स्यति प्रथमम् आदेशप्रत्ययः करणीयं खलु अत्र करि च अत्र सम्यक् भवती चिन्तयतु खलु पूर्वसूत्रमस्ति आदेशप्रत्ययः खलु आम् आं महोदय अत्र दोषः अस्ति प्रथमम् आदेशप्रत्ययः करणीयः धोग् योगः ष्टि तदनन्तरं खरीच इत्यनेन धोक्ष्यति अवगच्छति खलु आम् तर्हि दकारादि अस्ति चेत् प्रथमं दादे धातुर्गः तदनन्तरं प्रसङ्गः अस्ति चेत् एकाचो बशोबश् तदनन्तरम् आदेशप्रत्ययोः तदनन्तरं खरीच अग्रे विशेषनियमः द्वितीयः दृढमुहश्मुहश्निः कृते विजयमहोदय पठतु विजयमहोदय एषां धातूनां हकारस्य विकल्पेन गकारः तस्य छत्वेन ककारः अनन्तरं सकारस्य शत्वं तर्हि न एक प्रथमं तु वदतु केन सूत्रेण अत्र किं कार्यं भवति प्रथमं किं सूत्रं कार्यं करोति दृढमुह स्नुह स्निह धातूनां कृते प्रथमं सूत्रं किं कार्यं करोति अत्र एतत् प्रथमं दुःख मुख स्नुख स्निग् एतेषाम् एव कार्यं करोति खलु तत्र केन सूत्रं किं तत्र मुख् इति अस्ति मोह् भवति पुगन्तलघुपदस्य प्रश्नः कः दृढमुह स्नुह स्निह कृते नूतनं सूत्रं किम् अस्ति केन सूत्रेण कार्यं भवति वा दृढमुह स्नुह वा दृढमुह स्नुह स्निह इति सूत्रं किं वदति विकल्पेन हकारस्य स्थाने गकारः भवति अथवा एकस्मिन् पक्षे हकारः अन्यस्मिन् पक्षे किम् गकार आदेश दकार न तु दकारः भवति खलु ढकार ढकार ढ चतुर्थवर्णः एकस्मिन् पक्षे घ अन्यस्मिन् कावर्गीय चतुर्थवर्णः भवति न तु टकारवर्णस्य चतुर्थवर्णः भवति एतत् सूत्रे यस्मिन् पक्षे घकारः भवति तत्र कार्यं वदतु किं भवति मुह मोह पुगन्तलघुपदस्य चैतन्ये पुगन्तलघुपदस्य इति सूत्रेण तत्र मोह् इति भवति. अनन्तरं तत्र एतत्सु तत्र एतत् सूत्रेण एव तत्र हकारस्य स्थाने गकारः भवति खलु जि, वा दृढमुख स्नघ इति सूत्रेण मोह भवति, मोहयोगः स्यति. अनन्तरं खरिच इति सूत्रेण न, इदानीम् आदेशप्रत्ययोः एतदेव प्रथमसूत्रमस्ति. आदेशप्रत्ययोः इति प्रथमं कार्यं करोति मोह् इति भवति चतुर्थवर्णस्य स्थाने प्रथमवर्णः. अनन्तरम् एव खरिच सूत्रेण न आदेशप्रत्ययोः इति सूत्रेण सकारस्य स्थाने मूर्धने शकारः भूत्वा मोक्ष्यति इति अन्तिमरूपं. आदेशप्रत्ययः इत्यनेन प्रथमं सकारस्य स्थाने शकारः भवति, तदनन्तरं खरिच इत्यनेन खरिच इति सूत्रेण कार्यम् अनन्तरमेव भवति. खरिच इति सूत्रम् 8455 अस्ति, आदेशप्रत्ययोः 8359 भवति. अतः तत्र आदेशप्रत्ययोः पूर्वं कार्यं करोति, खरिच इति सूत्रम् अनन्तरं कार्यं करोति. सत्यं. तर्हि एतत्तु अस्ति यस्मिन् पक्षे घकारः, यस्मिन् पक्षे घकारः न ढकारः अस्ति चेत् किं वदति भवति अग्रे? मोहयोगः स्यति. इदानीम् अन्यस्मिन् पक्षे मोढयोगः स्यति भवति. तदनन्तरं किं कार्यम्? तत्रापि हकारस्य स्थाने डकारः भवति खलु, तत्र एतत् सूत्रेण एव वा दृहमुख मुख मुखस्नघ स्निग् स्निग्ना स्निग्ना स्निग्हाम् इति सूत्रेण तत्र विकल्पेन डकारः भवति. प्रथमं गकारः भूत्वा कार्यं कृतम्, अनन्तरं किं ढकारः, अनन्तरं डकारः भवति एतत् सूत्रेण. इदानीं तत्र किम् अस्ति, स्यति अस्ति खलु, स्यति अस्ति चेत् तत्र तत्र किं कार्यं सपरे ढकारस्य किं भवति? सा परे डकारस्य षडोः कहसि खलु, मूर्धन्यषकारः अथवा ढकारः, तस्मात् अनन्तरं सकारः अस्ति चेत् तयोगस्थाने षडोः कहसि इति सूत्रं कार्यं करोति. अतः किं षडोः कः इति सूत्रेण मूर्धन्य शकारस्य स्थाने ककारः भवति? न, मूर्धन्यशकारस्थाने न, शकारः अथवा ढकारस्य स्थाने ककारः भवति. षडोः कहसि, षडोः षष्टमी षष्टी विभक्ति अस्ति खलु, अतः सकारस्य अथवा ढकारस्य स्थाने कवर्ग कवर्णः भवति सकारे परे. अतः तत्र सकारः डकारः आगच्छति चेत् तत्र ककारः एव आदेशः भवति खलु. कस्य स्थाने? तत्र मूर्धन्य डकारः आगच्छति खलु इदानीं मोड् इति, तत्र डकारस्य स्थाने ककारः भवति, मोक् इति भवति, मोक् इति. अनन्तरं स्यति इति अस्ति, तावदेव. तत्र सकारस्य स्थाने प्रथमम् आदेशप्रत्ययोः इति कार्यं करोति. किम् अस्ति तत्र दन्त्यसकारस्य स्थाने मूर्धन्य शकारः आदेशः भवति, अतः तत्र मोक्ष इति भवति. अनन्तरं तत्र करिच इति सूत्रेण प्रथमवर्णः भूत्वा मोक्ष्यति इति भवति तावदेव तावदेव ते उभयत्र मोक्ष्यति एव रूपं भवति परन्तु क्रमः भिन्नः परन्तु मध्ये एव किञ्चित् परिवर्तनम् अभवत् विकल्पेन डकारः गकारः अपि च अन्ते नः धातुः अस्ति चेत् महोदय अत्र भो डः इति अनुवाद अपवाद सूत्रं वा गृहमुह इति होडः सूत्रस्य अपवादः अपि च अन्ते नः धातुः अस्ति चेत् किं करोति विजयमहोदय नः नः धातु पूर्वं दृष्टवन्तः खलु वयं नहोदः इति सूत्रं नूतनसूत्रं नूतनं नास्ति परिचितमस्ति सर्वं परिचितमस्ति अत्र किमपि नूतनं नास्ति अत्र नहदातोः हकारस्य स्थाने हकारस्य स्थाने दकारः चतुर्थवर्ण दकारः भवति खलु एतत् मकारः पदम् पदान्ते अस्ति चेत् एतत् हकारस्य चतुर् हकारस्य स्थाने हकारस्य स्थाने दकारः चतुर्थवर्णः दकारः भवति पदान्ते अथवा झलीपरे तर्हि नद्योगः स्यति तदनन्तरं किम् एकनिमिषं लेखनी नः योगः स्यति इदानीं नद् योगः स्यति इति भवति नद् योगः स्यति अनन्तरं तत्र चतुर्थवर्णः तत्र तत्र जलां जशोन्ति इति कार्यं करोति खलु चतुर्थवर्णस्य स्थाने चतुर्थीयवर्णः पदान्ते खलु पदान्ते नास्ति खलु जलां जशोन्ते कथं कार्यं करोति पदान्त नास्ति अत्र एकनिमिषं तत्र एकाचो बशो बश् न तत्र नत्स्य नत्स्यति इति एव भवति वा किं न करिचय इति कार्यं करोति वा अत्र अतः तत्र नत् इति भवति करिचय इति सूत्रेण नत् चतुर्थवर्णस्य स्थाने प्रथमवर्णः भूत्वा अनन्तरं आदेशप्रत्ययोः कार्यं न करोति खलु न करोति कार्यं न करोति तत्र किमपि निमित्तं नास्ति अतः नत्स्यति इति एव भवति अन्तिमरूपं तर्हि इदानीं सकारस्य कार्यं सकारादिप्रत्ययपरे अस्ति चेत् किं किं कार्यं भवति इति समाप्तं तस्य पुनः एकवारम् अभ्यासं करोतु इदानीं समयः अपि समाप्तः अग्रिमरविवासरे वर्गः सर्वे इच्छन्ति वा न वा अहं कर्तुं शक्नोमि सर्वत्र विरामकालः एव तर्हि अग्रिमरविवासरे वर्गः न करणीयम् इति चिन्तयन्ति वा सर्वे न न मम भवत्याः चिन्तयन्ति इच्छन्ति न वा इति प्रश्नः विरामः भवति सेकेण्ड् एव खलु अस्तु जि विरामः सेकेण्ड् एव स्वीकुर्मः सेकेण्ड् एव भारतदेशे सेकेण्ड् परन्तु मीना भगिन्याः प्रथम फस्ट् डे वा जनवरि फस्ट् वा जनवरि थर्ड् भवति खलु तस्याः कृते अपि सेकेण्ड् एव अस्ति खलु किमर्थं किमर्थं किम् आफ्टर्नून् एव आफ्टर्नून् एव मम कृते किञ्चित् क्लेशः नास्ति जि वर्गः अस्ति चेत् अहं वयं मेलिष्यामः विरामः अस्ति वा न महोदय वर्गः भवितुं भवेत् एव अग्रिमरविवासरे वर्गः भवति गतवर्गः अपि विरामकालः एव अभवत् अतः अग्रिमवर्गे वयं कुर्मः एव